आरभामहै। अत्र अस्माकं विषयः अस्ति तृतीया विभक्तिः। तत्र गृहपातत्वेन सः योगे तृतीया, अपि च विना योगे तृतीया इति अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा, अथवा अग्रे गन्तुं शक्नुमः? यतोहि तृतीया विभक्तिः तत्र अहं तेन सह गच्छामि, अहं तत्र अस्तु वदतु एकम् वदन्तु उदाहरणं सः। अहं मम मित्रेण सह विद्यालयं गच्छामि। विद्यालयं गच्छामि, सर्वे वदन्तु एकवारं सः इति जानन्ति खलु सर्वे। मया सह पुस्तकं नास्ति। अस्तु भवतु। अहं छात्रैः सह कक्षां पठिष्यामि, कक्षायां पठिष्यामि। छात्रैः सह। अग्रे सुब्रह्मण्य महोदय वदतु। अस्तु विजिन्य महोदय, सुब्रह्मण्य महोदय, विजिन्य महोदय वदतु। अर्जुनः कृष्णेन सह युद्धक्षेत्रं गच्छति। अस्तु समीचीनम्। अस्तु सुब्रह्मण्य मेसेज् महोदय वदतु। अहं मम पत्न्या सह बहिः गच्छामि। अस्तु समीचीनं। पुष्पा भगिनी वदति वा? पुष्पा भगिनी, मया सह मम पुत्रः गच्छति। पुत्रः गच्छति, मया सह पुत्रः गच्छति। अस्तु समीचीनम्। एकं वदामि, सामान्यतया यत्र वस्तु अस्ति, पुरुषः न, मनुष्यः न, वस्तु, यथा भवती उक्तवती खलु मया सह किं पुस्तकं, सामान्यतया वयं वदामः मम समीपे पुस्तकमस्ति, अथवा मम पार्श्वे अस्ति, सविधे अस्ति, पार्श्वे समीपे इति सामान्यतया। सः इति वक्तुं न शक्नोति इति न वदामि, किन्तु सामान्यतया यत्र जीवः अस्ति, पशुः अस्ति अथवा मनुष्यः अस्ति, तत्र सामान्यतया। अस्तु इदानीं विना, विना इति अस्याकं सर्वे वदन्तु विना। फलं तस्य भिजेन सह, फलं तस्य भिजेन, बीज, सीड, बीजं, बीजेन विना न पतति। फलं बीजेन विना, तस्य बीजेन विना न पतति, न पतति, पतति न, न पतति। अस्तु सम्यक्। अस्तु अग्रे तृतीया विभक्ति उपयोग, या कापि, यत्किमपि जलेन विना कृषिः न भवति। जलेन विना कृषिः न भवति। अस्तु मेसचुसेट्स् महोदय, इन्धनेन विना कारयानं न चलति। कारयानं, सम्यक्। अस्तु अग्रे विजिन्य मेसचुसेट्स् सुब्रह्मण्य महोदय, विजिन्य विना सत्यम्। किमपि शीघ्रमेव पुष्पं भगिनी वदतु। सर्वे उक्तवन्तः, भवती उक्तवती, वदतु। पुनः वदतु। आहार विना अस्तु समीचीनमस्ति. पुनः आहार किं किं रूपमस्ति पुनः? आहारे विना जीवनं न शक्यते. अस्तु, आहारे इति अस्य का विभक्तिः? सप्तमी. सप्तमी विभक्तिः भवति वा विना सह? तृतीया वदतु. आहार इत्यस्य तृतीया किम्? तत्र अस्तु भवति वदतु. निद्रेण विना पठनं न शक्नोमि. अस्तु, तृतीया साहाय्यं करोतु. साहाय्यं करोतु तृतीया. तस्य वाक्यं आहार विना आहारेण विना. आहारेण, अस्तु अस्तु, आहारेण विना जीवनं न शक्यते. अस्तु, जीवनं न शक्यते अपि जीवितुं न शक्यते. वस्तुतः जीवितुं जीवनं न शक्यम् इति समीचीनं स्यात्. जीवनं न शक्यम् तुमुन् प्रत्ययः स्यात् तस्मात् पूर्वं. शक्यते, शक्यं, जीवनं न शक्यम् इति वदतु. अत्र शक्यते सामान्यतया तुमुन् भवति, गन्तुं न शक्यते, कर्तुं न शक्यते सामान्यतया. अस्तु, सर्वे उक्तवन्तः वा? वदतु. चक्रेण विना कार्यानं न चलति. अस्तु, अपि च विना शब्दः तत्र न केवलं तृतीयविभक्तिः किन्तु अन्या विभक्त्यः विभक्तयः सन्ति खलु, अन्याः विभक्त्यः. हा हा, द्वितीया पञ्चमी. तर्हि आहारं विना जीवनं न शक्यमिति अपि भवति, आहारं विना, अपि च आहारात् विना. अस्तु, द्वितीयमपि वदतु. द्वितीयं समीचीनमस्ति, सर्वे वदन्तु. द्वितीयं, द्वितीया विभक्तिः. वाक्यं नास्ति मम मनसि. अस्तु, सर्वे वदन्तु वदन्तु. ज्ञानं विना आनन्दं नास्ति. ज्ञानं विना आनन्दः नास्ति. अस्तु, मेसचुसेट्स् सुब्रह्मण्य महोदय. कार्यं विना जीवनं न शक्यं. सत्यं. अस्तु, अग्रे अन्य कोऽपि? मार्जालं विना उन्दिरः आनन्दः अस्ति. मार्जालं विना कस्य आनन्दः? उन्दिरः. उन्दिरः इति उच्यते वा? उन्दिरः, उन्दिरः मौस्, मूषकः. क्षम्यतां, मूषकः आनन्दः अस्ति. आनन्दे मूषकस्य आनन्दः. मूषकः आनन्दः न न तथा न भवति. मूषकः आनन्दः कथम् आसीत्? अहम् आनन्दः इति वदामः वा? मम नाम यदि आनन्दः तथा न चिन्न. आनन्दः इति विशेषणं नास्ति खलु, स्थितिः अस्ति. मम आनन्दः, आनन्दितः अहम्. मूषकः आनन्दितः. मूषकः आनन्दितः अस्ति तदा. अस्तु, द्वितीय. वृक्षान् विना वनं नास्ति. अस्तु, समीचीनम्. अग्रे भवतः अस्ति. अग्रे वदतु पुष्पा भगिनी, वदतु द्वितीयाविभक्ति विना सर्वे शीघ्रं शीघ्रं सुब्रह्मण्यं वदय विजिन्या जलं विना नदी नास्ति. अस्तु पुष्पा भगिनी शीघ्रम् अग्रेसरे मा. दीपं विना गन्तुं न शक्नोमि. किं विना? दीपं विना. दीपं विना गन्तुं न शक्नोमि. दीपं विना गन्तुं न शक्नोमि. रात्रिवेलायां दीपं विना गन्तुं न शक्नोमि. अस्तु अस्तु समीचीनम्. अग्रे गच्छेम. इदानीं तुमून्पत्याः अस्ति, पश्यामः. अत्र वृद्धः लता, अत्र वृद्धः लता अस्ति. किञ्चित् अत्र भवानेव पुस्तकम् उद्घाटयतु. अत्र मेसचूसेट्स् सुब्रह्मण्यं महोदय, भवान् अत्र सप्तसप्तति अधिकशततमे पुटे अस्ति. तुमून् अस्तु. तर्हि अत्र वृद्धः लता, अत्र सुब्रह्मण्यं महोदय, तत्र मेसचूसेट्स् महोदय, तत्र भवान् वृद्धः अपि च लता अति भवान्. अस्तु अग्रे पठतु. आगच्छतु भगिनि. धन्यवादः महोदय. नूतनं गीतापुस्तकं क्रेतुम् इच्छामि. कतिभिः रूप्यकैः पुस्तकं लब्धुं शक्नोमि? कियन् मूल्यस्य पुस्तकं स्वीकर्तुम् इच्छसि? शत पर्यन्तं दातुं शक्नोमि महोदय. तत्र बहुविधानि पुस्तकानि द्रष्टुं शक्नोषि. तेष्वेव वर्णमयम् एकं चेतुम् इच्छामि. जीवनं यशस्वीकर्तुं गीताध्ययनं कुरु. अस्तु समीचीनमस्ति. तर्हि अत्र तुमून् इति वयं जानीमः खलु. तुमून् गन्तुं, चिन्तयितुं, द्रष्टुं, लिखितुम् इति आदीनि रूपाणि सन्ति. अत्र पङ्क्तिशः पश्येम. अत्र सर्वम् अवगच्छति वा सर्वम्? अत्र धन्यवादः महोदय. नूतनं गीतपुस्तकं क्रेतुमिच्छामि. क्रेतुम् इत्यस्य लट् लकारः कः? क्रेतुं लट् वर्तमानकालः. क्रीणामि तत्र ल्यूट् अपि अस्ति. ल्यूट् तस्य भावः यथा गच्छति इति गमनं, लिखति इति लेखनं, क्रीणाति इति किं भवति? ल्यूट् गमनं, चिन्तनं, लेखनं, दर्शनम्, अत्र किमस्ति? कोऽपि वदति वा? सुब्रह्मण्यं महोदय वदति वा? क्रीणं न, अत्र क्रयणं, यथा क्रयणशक्तिः खलु. क्रयणशक्तिः, क्रयणं, विक्रयणम्. अत्र क्रेतुमिच्छामि. अत्र कतिभिः, पश्यन्तु जनाः, वयं चिन्तयामः बहुवारं यत् कति शब्दः अव्ययम् अस्ति, किन्तु अव्ययं नास्ति. पश्यन्तु अत्र कतिभिः रूप्यकैः, अत्र कति रूप्यकैः इति न, कतिभिः अवगच्छति वा? कति जनाः सन्ति, कति जनाः सन्ति. यदि अहं प्रष्टुमिच्छामि यत् कति जनैः सह गच्छति, तर्हि प्रश्नः किं भवति? कतिभिः जनैः सह गच्छति? हा, बहु सम्यक्। अन्यत् रूपं वदतु, तत्र यदि अहं पृच्छामि यत् नगरेभ्यः कति नगरेभ्यः आगच्छति, किं भवति? नगरेभ्यः आगच्छन्ति कतिभ्यः नगरेभ्यः आगच्छति एकः एव पुरुषः। ओ ओ अस्तु, कतिभ्यः तत्र प्रयासः जातः, प्रयासः नाम प्रयाणं तत्र तत्र भारतदेशे तत्र दशभ्यः नगरेभ्यः अहम् आगच्छामि। तत्र देहलीं गतवान्, अनन्तरं बेङ्गलूरुं गतवान्, कतिभ्यः नगरेभ्यः तत्र इकारान् यथा मुनिशब्दः तथा इकारान्त शब्दः पञ्चमी। अनन्तरं यदि अहं प्रष्टुमिच्छामि कति नगरेषु भवतः मित्राणि सन्ति वसन्ति, भवतः मित्राणि वसन्ति कति नगरेषु, किं भवति प्रश्नः? मम एकं मित्रमस्ति न्यूयार्क् नगरे, अन्य मित्रमस्ति तत्र बोस्टन् नगरे, तो अहं अहं पृच्छामि तत्र कति नगरेषु मित्राणि सन्ति भवतः, प्रश्नः कतिषु नगरेषु भवति, हा वाक्यं पूरयतु, कतिषु नगरेषु गच्छति मित्राणि सन्ति, मित्राणि सन्ति कतिषु नगरेषु मित्राणि सन्ति। अस्तु, तादृशप्रयोगः भवति, अस्तु, कतिभिः कति इति शब्दः। अनन्तरम् अत्र लता वदति तेषु एव वर्णमयम् एकं चेतुमिच्छामि नाम चयनं कर्तुमिच्छामि, अत्र चयनं कर्तुमिच्छामि, चिनोति इति अस्ति, चिनोति। अनन्तरं जीवनं यशस्वीकर्तुं, यशस्वी इत्युक्ते यशवर्धनं, यशस्वी इत्युक्ते यस्मिन् यशः अस्ति तत् यशस्वी, यथा बुद्धिमान्, यस्मिन् बुद्धिः अस्ति सः बुद्धिमान् खलु, तथा अस्ति गुणी, यस्मिन् गुणः अस्ति सः गुणी, यस्मिन् बुद्धः अस्ति बुद्धिः अस्ति सः बुद्धिमान्। अत्र स्वी इति अस्ति यशः, यशः इति अस्य लिङ्गं किं, कोऽपि जानाति वा? हा, ओ वस्तुतः वयं न कृतवन्तः तावत्, अत्र हलन्तशब्दः अस्ति सकारान्तः यशस्, यशस् शब्दः नपुंसकलिङ्गशब्दः, अग्रे द्रक्ष्यामः। यशस् यस्मिन् यशः अस्ति तत् यशस्वी। अस्तु अग्रे, अस्तु पुष्पाभगिनी किञ्चित् पठतु अग्रे, तुमून् प्रत्ययान्तरूपाणि तत्र लिखति लिखितुम् अग्रे। पुष्पा भगिनी अस्ति वा? पश्यति वा लिखति लिखितुम्? हा, कोष्टकं लेखितुं, लिखति लेखितुं, खादति खादितुं, क्रीडति क्रीडितुं, चलति चलितुं, धावति धावितुं, जानाति ज्ञातुं हसति हसितुं ददाति दातुं तिष्ठति स्थातुं पश्यति द्रष्टुं गायति गातुं शृणोति श्रोतुं नयति नेतुं आनयति आनेतुम्। अस्तु, सम्यक्। अत्र पश्यामः, किञ्चित् पश्यामः, अत्र कुत्रचित् धातुः भिन्नं भवति, यथा तिष्ठति इति पश्यन्तु, तिष्ठति इति अस्ति, तस्य धातुः अस्ति स्था, तिष्ठति इत्यस्य धातुः स्था, अतः स्थातुं भवति। अनन्तरं कुत्रचित् मध्ये इकारः भवति, यथा चलति इत्यस्य किं भवति, नाम प्रत्ययः अस्ति तुं, यथा स्था प्लस् तुं स्थातुम्, अत्र चल् प्लस् तुं चल्तुं, हा मध्ये इकारः अस्ति खलु, तस्य नाम अस्ति इडागमः, पूर्वमपि वयं परिशीलितवन्तः। तर्हि कुत्रचित् इडागमः भवति तुमुन् प्रत्यय पूर्वं, द्रष्टुं दृष्टातुः, पश्यति इत्यस्य धातुः दृश्, धातुः अस्ति दृश्, द्रष्टुं दृश् धातुः द्रष्टुं भवति। पुनः किं वदति भवती, इडागमः, हा इडागमः, इडागमः इति तत्र ईकारः आगच्छति, ईकार तत्र यः यः ईकारः च आगच्छति तस्य नाम अस्ति इट्, इकारः अनन्तरं मूर्धन्य टकारः ट ट इट्, इट् आगमः सन्धिं कृत्वा इडागमः, तत्र ड इति भवति तकारस्य स्थाने, इडागमः इति वदामः, इड् इडागमः। तर्हि लेखितुं, तत्र लिखिति धातुः, अनन्तरं मध्ये इकारः भवति इडागमः, लेखितुं, खाद् इति धातुः, खादितुं, तत्र खाद् इति धातुः तुम् इति प्रत्ययः, मध्ये इडागमः अस्ति, क्रीडि खादितुं, लेखितुं, खादितुं, क्रीडितुं, चलितुं, धावितुं तत्र सर्वत्र अस्ति, किन्तु ज्ञातुं तत्र नास्ति, धातुः अस्ति ज्ञा प्लस् तुम् इति प्रत्ययः ज्ञातुं। हस् तत्र हसितुं, तत्र इडागमः अस्ति वा, अस्ति वा इडागमः, हसिति धातुः, अनन्तरं धातुः अस्ति ददाति इति धातुः, दा इडागमः अस्ति वा, अत्र स्था धातुः तुम् इडागमः, गा तुं भगिनि, तत्र इडागमः अस्ति वा, नास्ति। श्रोतुम् इडागमः अस्ति वा, नास्ति। अस्तु, नी धातुः नेतुं तत्र नास्ति, आनेतुं तत्र आ उपसर्गपूर्वकः नी धातुः आनेतुं तत्र अपि नास्ति। अस्तु, अग्रे सुपा भगिनी, अग्रे पठतुपि अग्रे। प्रविशति प्रवेष्टुं विस्मरति विस्मर्तुं उत्तिष्ठति उत्तिष्ठति न उत्तिष्ठति न तत्र महाप्राणः अस्ति खलु ओ उत्तिष्ठति हा उत्तिष्ठति उत्तिष्ठति उत्थातुं गच्छति गच्छति गच्छति गन्तुं उन्नयति उन्नयति उन्नेतुम् अनुकरोति अनुकर्तुम् आकर्षति आकर्षति आक्रेष्टुम् आक्रष्टुम् आक्रष्टुम् वदति वदितुम् अत्र वदति वदितुम् अत्र सामान्यतया वक्तुम् इति वदामः. तत्र धातुद्वयमस्ति वद् वच् वद् वच्. सामान्यतया वक्तुम् इति वदामः, वदितुम् इति अपि समीचीनमस्ति. सामान्यप्रयोगे नास्ति किन्तु वदितुम् अपि समीचीनमस्ति. अस्तु सन्ध्या भगिनी अग्रे. योध्यते युध्यते योध्युम् किमस्ति योद्धुम् योद्धुम् योद्धुम् चिन्तयति चिन्तयितुम् भक्षयति भक्षयितुम् दहति दग्धुम् नृत्यति नर्तयितुम् नर्तितुम् दण्डयति दण्डयितुम्. तर्हि एकं वदामि यत् तुमुन् अपि अस्ति, तत्र त्वा अस्ति. तुमुन् त्वा तत्र यदि वयं रूपं ज्ञातुमिच्छामः तत्र किं कुर्मः, भविष्यत्कालः एकस्मिन् पक्षे अपरस्मिन् पक्षे अस्ति भूतकालः तव तु. यथा दृश् धातुः भविष्यत्कालरूपम् अस्ति किं तत्र भवति वदतु. दृश् भविष्यत्कालः भविष्यत्कालः. अग्रे किं भवति, कोऽपि साहाय्यं करोति वा दृश् धातुः तत्र भविष्यत्कालस्य रूपम्? सर्वे भिन्नभिन्नरूपाणि वदन्ति. किमस्ति सुब्रह्मण्यमहोदय, कोऽपि द्वयोः मध्ये दृश् धातुः भविष्यत्कालः? तत्र जले उत्तरं नास्ति खलु. कूपे पश्यति वा, तत्र भविष्यत्कालरूपं प्राप्स्यति तत्र वा? न केवलं पातुम् इच्छामि. अस्तु तत्र समीपीमस्ति समीपीमस्ति. कोऽपि वदति वा, न कोऽपि जानाति द्रक्ष्यति इति रूपं, द्रक्ष्यति इति रूपमस्ति. द्रक्ष्यति द्रक्ष्यति इति रूपमस्ति, द्रक्ष्यति इति रूपमस्ति. तर्हि भूतकालस्य रूपं किं नाम तव तु, गतवान् चिन्तितवान् दृष्टवान्. तर्हि दृष्टवान् किन्तु द्रक्ष्यति, दृष्टवान् द्रक्ष्यति. दृष्ट्वा द्रष्टुं, दृष्ट्वा द्रष्टुं. तर्हि क्त्वा प्रत्ययः दृष्ट्वा यथा भूतकालः तथा भवति, अपि च द्रष्टुम् इति यथा भविष्यत्कालः तथा भवति. तुमुन् तुमुन् तर्हि द्रक्ष्यति द्रष्टुं, दृष्टवान् दृष्ट्वा इति सर्वत्र तथा. यथा लिखति भूतकालरूपं किमस्ति, लिखितवान्. तत्र क्त्वा प्रत्ययः किमस्ति, लिखित्वा. भविष्यकालरूपम् अस्ति न लेखिष्यामि, अपि च तुमुन् लेखितुं लिखितुमस्ति. तर्हि लिखितवान् लिखित्वा, लेखिष्यति लेखितुं, तथा भवति सर्वत्र. लिखिष्यति लेखितुं, लिखितवान् लिखित्वा इति सर्वत्र भवति. यदि तु मुङ्क्त्वा न जानीमः किन्तु भूतकालः अथवा भविष्यत्कालः जानीमः तदाधारेण वयं निर्णेतुं शक्नुमः कथं स्यात्. अन्यत् किमस्ति? अस्तु अस्तु, श्रुदातुः भूतकालरूपं किं भविष्यत्कालरूपम् अस्ति किं श्रुदातु शृणोति? न भविष्यत्कालः भूतकालः श्रुतवान् भविष्यकाल श्रोष्यति श्रोष्यति तर्हि श्रुत्वा कृत्वा तुमुन् श्रोतुं तर्हि श्रुतवान् श्रुत्वा श्रोष्यति श्रोतुं सर्वत्र तथा अस्ति. बुद्धं वा? सर्वे अवगच्छन्ति? अस्तु अग्रे गच्छेम. अत्र अभ्यासः दा दातु दादातु अपि दादातु अपि तथा दादो हा दास्यति अपि च भूतकालः भूतकालः दत्तवान् हा अपि च त्वा हा दत्तवान् दत्त्वा दा दास्यति हा समीचीनं वा? अस्तु अग्रे गच्छेम. इदानीं अस्तु महोदय भवानेव पठतु. तुमुन्नन्तस्य तुमुन्नन्तरूपस्य प्रयोगेण वाक्यद्वयम् एकं वाक्यं कृत्वा लिखति. धावकः धावति क्रीडाङ्गणं गच्छति. धावकः धावितुं क्रीडाङ्गणं गच्छति. बालकः पठिष्यति पुस्तकं स्वीकरिष्यति. बालकः पठितुं पुस्तकं स्वीकरिष्यति. तर्हि एतादृशु वाक्येषु लक्ष्यं भवति प्रथमभागे. तुमुन्नति अस्मात् पूर्वं लक्ष्यमस्ति खलु? यथा बालकः पठितुं पुस्तकं स्वीकरिष्यति, तर्हि लक्ष्यमस्ति पुस्तकपठनं लक्ष्यं. तत्र माध्यमं भवति अनन्तरं, माध्यममस्ति स्वीकरिष्यति पुस्तकं खलु? हा अस्तु. सुब्रह्मण्यमहोदयाग्रे. शिशुः चलितवान् प्रयत्नं कृतवान्. शिशुः चलितुं प्रयत्नं कृतवान्. अस्तु समीचीनमस्ति. सन्ध्याभगिनी अग्रे. मातरः अर्चिष्यन्ति मन्दिरं गमिष्यन्ति. मातरः अर्चितुं मन्दिरं गमिष्यन्ति. अस्तु पुष्पभगिनी अग्रे. पाकशालाम् अगच्छत्. भ्राता जलं पिबितुं पाकशालाम् अगच्छत्. अत्र धातुः कः? अत्र तत्र भविष्यत्कालरूपं किं? भविष्यत्कालरूपम् अस्ति. पिबति इति भविष्यत्कालरूपं? पूर्व भविष्यत्कालरूपं किं पिबति इत्यस्य कोऽपि साहाय्यं? हा हा पास्यति. पास्यति तर्हि किं भवति? तुमुन् पास्यति पुनः वदतु, पुनः वदतु वाक्यं. पातुं पाकशालाम् अगच्छत्. वाक्यं पुनः वदतु. भ्राता भ्राता जलं पातुं पातुं पाकशालाम् अगच्छत्. तत्र लक्ष्यं किं? पातुं जलपानम्. जलपानमिति लक्ष्यं. अस्तु. मेसचूसेट्स् सुब्रह्मण्य महोदय अग्रे. ते वैज्ञानिकाः भविष्यन्ति, सम्यक् पठिष्यन्ति. ते वैज्ञानिकाः भविष्यन्ति, सम्यक् पठिष्यन्ति. भविष्यन्ति ते वैज्ञानिकाः भवितुं सम्यक् पठिष्यन्ति. सम्यक् अस्ति. लक्ष्यं किम्? वैज्ञानिकाः वैज्ञानिक भवितुं. वैज्ञानिकभवनं ल्यूट् इति वदामः. तत्र यथा शिशुचलनं, शिशोः चलनं, मातॄणाम् अर्चनं, भ्रातुः जलपानं, तत्र वैज्ञानिकभवनं तादृशमस्ति. अस्तु अग्रे. विजिनिया सुब्रह्मण्य महोदय अग्रे. सैनिकाः युध्यन्ते, रणाङ्गणं गच्छन्ति. सैनिकाः योद्धुं रणाङ्गणं गच्छन्ति. अस्तु महोदय अग्रे. वक्ता अवदत् सभाम् अगच्छत्. वक्ता वक्तुं सभाम् अगच्छत्. किन्तु अत्र वद् इति धातुः अस्ति, न तु वच्. वदितुं वक्ता वदितुं सभाम् अगच्छत्. अस्तु शिल्पा भगिनी अग्रे. युवत्यः गायन्ति, मञ्चे तिष्ठन्ति. युवत्यः गातुं मञ्चे तिष्ठन्ति. समीचीनमस्ति. अस्तु सन्ध्या भगिनी अग्रे. अभियन्ता भवनं निर्माति, मानचित्रं लिखति. अभियन्ता भवनं निर्मातुं मानचित्रं लिखति. अभियन्ता भवनं निर्मातुं अभियन्ता मानचित्रं मानचित्रम् इति मानचित्रम् इति यथा भारतदेशस्य मानचित्रम् अस्ति. अत्र वयं भारत अत्र देहली अस्ति अत्र इति मानचित्रमस्ति. अस्तु अग्रे. अत्र मेसचूसेट्स् सुब्रह्मण्य महोदय अग्रे. महोदयस्य वा रामस्य सेना लङ्कां गच्छति, सेतुं निर्माति. रामस्य सेना लङ्कां गच्छति, सेतुं निर्माति. लङ्कां गच्छति, सेतुं निर्माति. रामस्य सेना लङ्कां गन्तुं सेतुं निर्माति. रामस्य सेना लङ्कां गन्तुं सेतुं निर्माति. समीचीनं. विजिन्य सुब्रह्मण्य महोदय. कोष्टके विद्यमानानि पदानि दृष्ट्वा यथोदाहरणं वाक्यानि रचयत. कुत्र? द्वादशः नास्ति वा? द्वादशवाक्यमस्ति. भगिन्यः चाकलेहं खादन्ति, आपणं गच्छन्ति. भगिन्यः चाकलेहं खादितुम् आपणं गच्छन्ति. हा, समीचीनमस्ति. अस्तु, अग्रे पठतु महोदय. कोष्टके विद्यमानानि पदानि दृष्ट्वा यथोदाहरणं वाक्यानि रचयत. उदाहरण: बालिका खेलति क्रीडाक्षेत्रम्. बालिका खेलितुं क्रीडाक्षेत्रं गच्छति. अग्रे अग्रे. द्वितीयम्: बालिका खादति उपाहारगृहं गच्छति. बालिका खादितुम् उपाहारगृहं गच्छति. अस्तु महोदय. उचितं महोदय. बालिका भ्रमति कश्मीरं गच्छति. बालिका भ्रमति कश्मीरं गच्छति. न, किम् उक्तवान्? बालिका भ्रमितुं कश्मीरं गच्छति. अस्तु, शुभ भगिनी. अग्रे. ओके. बालिका अर्चितुं मन्दिरं गच्छति. बालिका पठितुं. न, प्रथमतया यथावत् पठतु. बालिका अर्चति मन्दिरं गच्छति. बालिका अर्चति मन्दिरं गच्छति. बालिका अर्चितुं मन्दिरं गच्छति. गच्छति. बालिका पठति विद्यालयं गच्छति. बालिका पठितुं विद्यालयं गच्छति. अस्तु, पुष्पावेणि. अग्रे. बालिका पत्रं प्रेषयति पत्रालयं गच्छति. बालिका पत्रं प्रेषयितुं पत्रालयं गच्छति. सम्यक् अस्ति. अस्तु महोदय. अग्रे. बालिका मिलति राष्ट्रभवनं गच्छति. बालिका मेलितुं राष्ट्रभवनं गच्छति. बालिका स्नातका भवति महाविद्यालयं गच्छति. बालिका स्नातका भवितुं महाविद्यालयं गच्छति. सम्यक् अस्ति. अस्तु, विजिन्या सुब्रह्मण्य महोदय. अग्रे. बालिका रसं पास्यति आपणं गच्छति. बालिका रसं पातुम् आपणं गच्छति. अस्तु, समीचीनं. मेसचुसेट्स् सुब्रह्मण्य महोदय. अग्रे. बालिका क्रेष्यति विपणं गच्छति. बालिका क्रेतुं विपणिं गच्छति. समीचीनं. महोदय, विपणि आपणम् एकस्मिन् अर्थः अस्ति किम्? न, आपणः विपणिः. आपणः इति एक एव भवति, किन्तु विपणिः यथा बहिः भारतदेशे विपणिः बहुत्र अस्ति. विपणिः यत्र बहिः बहवः जनाः विक्रयणं कुर्वन्ति स्वस्य वस्तूनि. बहिः पञ्चाशत् जनाः आगत्य पृथक्तया स्वस्य वस्तूनि विक्रेतुमिच्छन्ति यत्र, तत्र विपणिः इति वदामः. विपणिः. अस्तु अस्तु. अग्रे. मार्केट् बज़ार् हा अस्तु अग्रे तर्हि विजिन्य सुब्रह्मण्यं महोदय अग्रे बालिका लेखिष्यति प्रकोष्ठं गच्छति बालिका लेखितुं प्रकोष्ठं गच्छति अस्तु अत्र क्रीणाति इत्यस्य भविष्यत्कालरूपं किम् अपि च भूतकालरूपं किं क्रीणाति भविष्यकाले क्रीणाति क्रीणाति क्रीणितवान् भूतकाले किमस्ति क्रीतवान् क्रेष्यति क्रीतवान् तर्हि क्त्वा तु मून् किं भवति क्रीतवान् अस्ति खलु क्रीतवान् दीर्घकारः क्रीतवान् क्रेष्यति तर्हि तु मून् किं यथा भविष्यति क्रेतुम् अपि च क्त्वा यथा सामान्यं न भूतकालः भविष्यत्कालः सम्यक् अस्ति अग्रे गच्छेम अत्र अस्ति अतः यतः अस्तु शीघ्रं पठेम पश्यामः किञ्चित् अस्ति न वा अत्र सुबोधः सुरुचिः वार्तालापः अस्ति अस्तु तर्हि अत्र पुष्पाभगिनी सुबोधः अपि च सन्ध्या भगिनी तत्र सुरुचिः रात्रिः अभवत् अतः चन्द्रः आकाशे उदितः अत्र चन्द्रः आकाशे उदितः अत्र एकं वदामि अत्र उदित इत्यस्य अर्थद्वयं भवति उदितशब्दस्य कोऽपि वदति वा धातुद्वयस्य रूपद्वयं पृथक् अस्ति उदितः उदयनं करोति हा अपि च अत्र उदयनमस्ति वस्तुतः हा अनन्तरं वयं यथा वदति इत्यस्य भूतकालरूपं किम् वदति इत्यस्य भूतकालरूपं किं तत्र वच् धातुः उक्तवान् किन्तु वदति इत्यस्य न उदितवान् उदितः बालकाः उदितः इत्युक्ते उदितवान् इति उदितः बालकः उदितः वदति इति उदित एतत् वाक्यं केन उदितं केन उक्तम् इत्यस्मिन् अर्थे केन उदितम् इति अपि भवति तत्र वद् इति धातुः अस्ति वद् तत्र वद् इत्यस्य उदितः अत्र ई धातुः अत्र उत् उपसर्गपूर्वकः ई धातुः उत् प्लस् ई धातुः ईत् इत्यस्य एति इति गच्छति इत्यस्मिन् अर्थे एति बालकः एति भूतकाले इत उत् उपसर्गपूर्वकः उदित अत्र तथा अस्ति अत्र उत् नाम उपरि इतः उपरि गतः इति उदितः अनन्तरं बालकेन उदितम् इति भिन्नम् अस्ति अवगतं वा स्पष्टमस्ति वा सन्ध्या भगिनी वदति वा एकः अर्थः हा उपरि गमनं द्वितीयः अर्थः अस्ति वदनं वदति भूतकाले वाक्यम् उदितं बालकेन वाक्यम् उदितं बालकेन अस्तु अस्तु पश्यामः तर्हि अस्तु कः सुबोधः पुष्पा भगिनी अस्तु भवती कुत्र गच्छति किम् आरोग्यं सम्यक् नास्ति आम् प्रातः आरोग्यं सम्यक् नास्ति अतः वैद्यस्य समीपं गच्छामि एवम् अहम् अपि आगच्छामि वैद्यस्य समीपम् किमर्थं किं जातम् भगिनि मम पादे पीडा अस्ति अतः अहम् अपि आगच्छामि तर्हि आगच्छतु भ्रातः शीघ्रं चलाव आगच्छामि अत्र अतः इत्यस्य अर्थः स्पष्टः स्यात् अतः सर्वे जानन्ति वा अतः यत्र अस्ति आरोग्यं सम्यक् नास्ति अतः वैद्यस्य समीपं गच्छामि मम पादे पीडा अस्ति अतः अहमपि गच्छामि इति स्पष्टमस्ति वा महोदय न जानाति वा जानाति खलु अस्तु हा कोऽपि प्रश्नः अस्ति वा अत्र भवानेव पठ यानं शीघ्रं प्राप्तम् अतः अहं शीघ्रम् आगतः विद्युत् नास्ति अतः व्यञ्जनं न भ्रमति व्यजनं न भ्रमति व्यजनम् इत्युक्ते व्यजनम् इति उपरि यत् भ्रमति यत्र वातानुकूलितं नास्ति यत्र वातानुकूलितं नास्ति तत्र व्यजनं भवति व्यजनम् अत्र एव भारतदेशे सर्वत्र प्राप्यते अस्मिन् देशे न्यूनमस्ति सः सम्यक् पठितवान् अतः विषयं सम्यक् जानाति अस्य मूल्यम् अधिकम् अतः अहं न क्रीडामि न क्रीडामि हा अस्तु सम्यक् स्पष्टं स्यात् कोऽपि प्रश्नः अग्रे सरेम विजिन्य सुब्रह्मण्य महोदय अग्रे पठतु कृपया कार्यं कारणं किं किम् अस्ति अस्मिन् वाक्ये कार्यम् उष्णजलं पास्यामि कारणं शैत्यम् अधिकमस्ति बहु सम्यक् अस्ति तथा अस्तु अग्रे सरेम तर्हि अस्तु पुष्पा भगिनी अग्रे पठतु कृपया उच्चैः पठतु भीमः पाके आसक्तः अतः वल्लवः भूत्वा पाकशालां गतः स्पष्टमस्ति भीमः पाके आसक्तः अतः वल्लवः भूत्वा पाकशालां गतः प्रश्नमस्ति वल्लभः कस्यचित् नाम अस्तु द्वितीयवाक्यं पठतु धर्मराजः युते इच्छुकः अतः सः कङ्कः भूत्वा युतेन क्रीडति भूत्वा द्यूतेन क्रीडते हा क्रीडति अत्र अर्थः अवगतः वा द्यूतः इति जानाति वा द्यूतः सर्वे जानन्ति वा द्यूतः नाम गेम्ब्लिङ्ग् अनन्तरं कङ्कः Kaha is the dice, isn't it? Na, Swayam Gankaha. Swayam. Dharmaraja has Swayam Gankaha Bhutva Dyutena Kriyate. Artha Kaha. Jananti va? Tasya Nutana Namaha. Huh? Tasya Nutana Namaha. Nutana Namaha? Nutana Namaha? Kankaha. Kankaha yasya samipe dhanam nasti. Yasya samipe dhanam nasti. Eti vadati va? Tatra kopi janati va kankaha? Yada pandavaha ajnatavasam akurvataha tada पांडवाः तैः नामाः अङ्कः वल्लभः बृहन्नलः इति उपयुज्यं कृतवान् अस्तु नाम नूतननाम इति भवती उक्तवती शब्दकोशे लिखितमस्ति यः ब्राह्मणः नास्ति तः सा तादृशं व्यवहरति यत् अहं ब्राह्मणः अस्मि शब्दकोशे तथा लिखितमस्ति तस्य अर्थः तस्य अस्मिन् सन्दर्भे अर्थः कः इति न जानामि पुनः वदतु वललः यः पाकं करोति सः वललः इति न अहं जानामि ओ वल्लभः इति पाकं करोति हा वल्लभः इति पाकं हा केवलं नाम इति न यः पाकं करोति सः वल्लभः परन्तु तस्य नाम वल्लभः न वल्लभः यः पाकं करोति यः पाककार्यं करोति सः वल्लभः कङ्कः इति यः ब्राह्मणः नास्ति किन्तु तथा वदति यत् अहं ब्राह्मणः अस्मि किन्तु अस्मिन् वाक्ये तादृश अर्थः कथम् इति न जानामि अस्तु यत्किमपि भवतु नाम अग्रे शुभभगिनी अग्रे कङ्कः धर्मराजः Dagini, these are the new names they choose when they go into hiding. Itani naman. Nama atra. Dharmaraja dyute ichukaha atah saha kankaha bhutva dyute na kriyati. Nama yaha tasya atah kaha astu. न जानामि अर्जुनः सङ्गीतप्रियः अतः बृह्नल्ला भूत्वा नृत्यं सङ्गीतं च पाठयति नृत्यं सङ्गीतं च पाठयति अर्जुनस्य तस्मिन् वर्षे अर्जुनस्य नाम बृह्नल्ला आसीत् एवम् आसीत् अस्तु अस्तु अस्तु महोदय नकुलाय अश्वचालनं रोचते अतः दामग्रन्थिः भूत्वा अश्वपालकः अभवत् अस्तु अस्तु विजयन्य सुब्रह्मण्य महोदय अग्रे गोपालने अभिरुचिः अतः तन्तिपालः भूत्वा गोपालकः अभवत् अस्तु द्रौपदी केशकर्मणि कुशला अतः तैरन्ध्री भूत्वा सुदेष्णा सेवते अस्तु पुष्पभगिनी अग्रे कर्णः शप्तः आसीत् अतः ब्रह्मविद्यां विस्मृतवान् अस्तु सन्ध्या भगिनी अपि युद्धे बन्धून् दृष्टवान् अतः अर्जुनः विषण्णः जातः अस्तु समीचीनमस्ति उच्चैः पठत् जानीत च भगिनी एकनिमेषः भगिनी महोदय पठति ओके प्रकोष्ठे अन्धकारः नास्ति यतः दीपः ज्वलति कुत्र अस्ति उपरि अस्ति अस्तु अस्तु अस्तु अग्रे एषा बालिका स्वस्था यतः एषा प्रतिदिनं भ्रमणं करोति एषः बालकः अपि स्वस्थः यतः एषः अपि प्रातः भ्रमणं करोति अस्तु पुष्पा भगिनी अग्रे अग्रे दीपः न ज्वलति यतः विद्युत् नास्ति अग्रे भगिनी अग्रे अहम् अभ्यासं करोमि यतः सम्यक् संस्कृतं वक्तुम् इच्छामि सत्यं सत्यम् अभ्यास अस्तु महोदय अग्रे अग्रे वयम् एव परिवेषणं कुर्मः यतः अद्य अस्माकं पर्यायः अस्ति अवगच्छति वा अत्र महत्वपूर्णशब्दः अस्ति वयमेव परिवेषणं कुर्मः यतः अद्य अस्माकं पर्यायः अस्ति पर्यायः अवगच्छति वा परिवेषणं नाम भोजनदानं परिवेषणं कुर्मः परिवेषयति भोजनं परिवेषयति अद्य अस्माकं पर्यायः अस्ति नाम सोमवासरे माता करोति मङ्गलवासरे पिता करोति अनन्तरं पुत्रः करोति बुधवासरे अपि च बालिका करोति पुत्री करोति गुरुवासरे तादृशं भवति अतः गुरुवासरे बालिकायाः पर्यायः इति वदामः बालिकायाः पर्यायः जातः अवगतम् केवलं भोजनस्य कृते न यस्मिन्नपि कार्ये यस्मिन् कस्मिन्नपि कार्ये नाम इदानीम् अहं वदामि यत् सन्ध्या भगिनी पठतु तर्हि नाम इदानीं सन्ध्या भगिन्याः पर्यायः जातः पठनार्थं पर्यायः जातः नाम अद्य अस्माकं वर्गः जातः अग्रिमे पर्याये गन्तत्रयं करिष्यामः अग्रिमे पर्यायः इति वदामः तत्र यस्मिन् कस्मिन्नपि सन्दर्भे अवगतं वा नाम वयम् अग्रिमवारमिति न वदामः अग्रिमवारे वयं मेलिष्यामः न अग्रिमे पर्याये अवसरे अस्तु अग्रे सन्ध्या भगिनी अग्रे अद्य बुधवासरः अस्ति यतः ह्यः मङ्गलवासरः आसीत् अत्र अतः यतः इत्यनयोः भेदः अवगतः वा अतः यतः इत्यनयोः भेदः स्पष्टः वा पुरुषार्थमिति न तथा नास्ति अतः यतः नाम अद्य शैत्यं शृणोतु अद्य शैत्यमस्ति अतः इतोपि वस्त्रम् इच्छामि अद्य शैत्यमस्ति अतः इतोपि वस्त्रमिच्छामि अद्य इतोपि वस्त्रमिच्छामि यद्य शैत्यमस्ति यतः अद्य शैत्यमस्ति अद्य इतोपि वस्त्रमिच्छामि यतः अद्य शैत्यमस्ति विपरीतत्वेन भवति अद्य शैत्यमस्ति अतः वस्त्रमिच्छामि. वस्त्रमिच्छामि यतः अद्य शैत्यमस्ति. न, विपरीतमस्ति. विपरीतम् उल्टा अपोजिट्. यत्र कार्यं कारणमस्ति, कार्यम् अपि च कारणं. कारणमस्ति शैत्यं, कारणं. कार्यमस्ति इतोपि वस्त्रं. शैत्यमिति कारणं, कार्यमस्ति फलम् अस्ति इतोपि वस्त्रं. तर्हि यत्र यत्र कारणं पूर्वमागच्छति, यत्र कारणं पूर्वमागच्छति तदनन्तरम् अतः भवति. शैत्यमस्ति अतः वस्त्रम्. किन्तु यत्र फलं पूर्वं भवति तत्र वस्त्रं यतः शैत्यम्. अर्थः विपरीतमस्ति, उल्टा आपसत्. बिकास् एण्ड् देर् फोर् समानमस्ति वा? It's cold out, therefore I wear clothing. I wear clothing, therefore it's cold out. Iti vadamah va? Na vadamah. Because. Because and therefore. Yataha di because. अतः वस्त्रम्. देयरफॉर अतः वस्त्रम् किमर्थम्? यतः, बिकॉज़ यतः शैत्यम्. शैत्यमस्ति. अस्तु, स्पष्टमस्ति. अस्तु, अग्रे गच्छेम. अत्र किं लिखितमस्ति? अस्तु, मैसाचुसेट्स् सुब्रह्मण्यमहोदय, अग्रे पठतु कृपया अवधेयम्. अवधेयम्. अत्र वाक्येषु कार्यवाक्यं प्रथमम् उक्तम्, कारणवाक्यं च अनन्तरम्. यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति. उदाहरणार्थम् अहम् उष्णजलं पातुम् इच्छामि. यतः अद्य शैत्यम् अस्ति. तत्र पूर्वतनवाक्यं पूर्वतने पुटे पश्यतु, तत्र अद्य शैत्यम्. अद्य शैत्यम् अधिकम् अस्ति, अतः उष्णजलं पास्यामि. हा, स्पष्टमस्ति. अस्तु, अग्रे गच्छ. यतः कारणं सूचयति, अतः कार्यं सूचयति. हा, सत्यम्. अग्रे गच्छेम. अत्र किमस्ति? अस्तु, पुष्पा भगिनी पठतु कृपया. यथोदाहरणः यतः योजयित्वा पठतः. यथोदाहरणं यथोदाहरणं यतः योजयित्वा पठत. सः पञ्चवस्त्राणि धृतवान् यतः तत्र शैत्यम् अस्ति. अग्रे. कृष्णः सीताम् उपदिष्टवान् अर्जुनः विषण्णः. कृष्णः सीताम् उपदिष्टवान् अतः अर्जुनः विषण्णः. सम्यक्, सम्यक् अस्ति. अस्तु, अग्रे. रोगमुक्तः भवति सः योगम् अनुसरति. योगमुक्तः भवति यतः सः योगम् अनुसरति. अस्तु, शुभभगिनी, अग्रे. अभ्यासेन मनः गृह्यते अभ्यासेन मनः गृह्यते तत् दुर्निग्रहं चलम् अभ्यासेन मनः गृह्यते तत् दुर्निग्रहं चलम् अभ्यासेन मनः गृह्यते अवसति वा तेषु दिनेषु अपि मम अवगमनं न जातमस्ति अभ्यासेन मनः गृह्यते तत् दुर्निग्रहं चलम् अतः इति स्यात् अत्र यतः इति योजयित्वा पठत अभ्यासेन मनः गृह्यते यतः तत् इति विचित्रमस्ति न जाने दुर्निग्रहम् इति असमीचीनमिति खलु तत्र तत्र तत्र तत्र आन्लैन् गच्छतु तत्र तस्य अर्थः कः दुर्निग्रहम् इत्यस्य अर्थः कः मनः भ्रमणं निग्रहं अस्तु अनन्तरं पश्यामः अहमपि अनन्तरं पश्यामि अस्तु भगिनी अग्रे पठतु द्रष्टव्यमस्ति अग्रे अहं ते दिव्यं चक्षुः ददामि अनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे अहं ते दिव्यं चक्षुः ददामि यतः अनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे वस्तुतः अत्र अत्र किमस्ति अत्र मम भाति यत् यतः नागच्छति यत्र तथा अहम् अत्र तुभ्यं ते नाम तुभ्यम् अहं ते इति इत्युक्ते तुभ्यं स्वचक्षुषा मां द्रष्टुं न शक्यसे यतः अतः अत्र गच्छति वा गच्छति अहं ते दिव्यं चक्षु ददामि अन्यथा सः स्वचक्षुषा मां द्रष्टुं न शक्यसे अन्यथा भवता यतः अथवा अतः यतः ददामि यतः अनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे अस्तु महोदय तव वचनं करिष्ये मोहः नष्टः तव वचनं करिष्ये यतः मोहः नष्टः तव वचनं करिष्ये यतः मोहः नष्टः एतत् कीदृशं वाक्यमस्ति बहु विचित्रमस्ति अस्तु अग्रे गच्छेम अस्तु विजिन्य महोदय अग्रे अहं ते हितं वक्ष्यामि त्वं मे प्रियः अहं ते हितं वक्ष्यामि यतः त्वं मे प्रियः अत्र समीचीनमस्ति यत्र यत्र डेश् अस्ति तत्र तत्र समीचीनमेव भवति अस्तु मेसचुसेट्स् सुब्रह्मण्यं महोदय ऋषयः ब्रह्मनिर्वाणं लभन्ते ते क्षीणकल्मषाः ऋषयः ब्रह्मनिर्वाणं लभन्ते यतः ते क्षीणकल्मषाः अस्तु शिवभगिनी क्षीणकल्मषाः अर्थः क्षीणः क्षीणकल्मषाः जानन्ति वा क्षीणः नाम क्षयः इति वा? क्षयः इति खलु क्षयः मनसि कल्मषः दुर्दिनं दुर्बलं क्षीणकल्मषः. अस्तु न अग्रे अग्रे अद्य अग्रे सङ्गणके पश्यतु अत्र. क्षम्यताम्. त्वं शोचितुं न अर्हसि अयम् आत्मा अच्छेद्यः अर्थः न त्वं शोचितुं न अर्हसि शोकः न न न न शोकः ये शोकः भवति यदा परिवारे कश्चन मरणं जातमस्ति मृत्युः शोकः भवति शोककालः शोकः यदा कस्यचित् माता मातुः मृत्युः जाता मृत्युः अथवा कस्य मृत्युः इति जानाति न वा मृत्युः मरणं तदा शोकः भवति शोककालः शोकः शोकसमयः. तर्हि त्वं शोचितुं न अर्हसि यतः अयम् आत्मा अच्छेद्यः नित्यः सर्वदा तिष्ठति अच्छेद्यः नाम भग्नः न भवति अच्छेद्यः नाम भग्नः न भवति न भग्नः भग्नः नाम भग्नः भग्नः नाम अग्रिम पाषाणः अस्ति पाषाणः अस्ति जानाति वा न न न पाषाणः इति किं वदामः शीलखण्डः शीलखण्डः अस्ति तत्र विभजनं कर्तुं शक्नुमः खलु लघु शीलखण्डः अत्र पुनः विभजनं कर्तुं तत्र भग्नं कुर्मः. ओ भग्नम् आत्मा भग्नः न भवति अतः अच्छेद्यः इति अस्ति. त्वं शुचितुं न अर्हसि यतः सर्वदा अच्छेद्यः नाम तिष्ठति एव नित्यः सर्वदा तिष्ठति. तर्हि त्वं शोचितुं न अर्हसि यतः अयम् आत्मा नित्यः अस्तु अग्रे अग्रे गच्छेम. पुष्पभगिनी पठतु कृपया. श्रीकृष्णस्य रणनीतेः विवरणम् अत्र अस्ति. यतः इति उपयुज्य योग्यं वाक्यं रचयत. मयया सूर्यम् आच्छादितवान्. श्रीकृष्णः रणनीतेः विवरणम् अत्र अस्ति. यतः इति उपयुज्य योग्यं वाक्यं रचयत. एतत् सर्वम् अवगन्तव्यमस्ति नाम प्रत्येकं शब्दस्य. श्रीकृष्णः मायया सूर्यम् आच्छादितवान् यतः किम् सर्वे शीघ्रं वदन्तु. द्रोणपुत्रस्य कुटिलताम् ऊहितवान् इति वा? नास्ति. किमस्ति? जयद्रथस्य वधः कर्तव्यः. अस्तु द्वितीयं पश्यामः. श्रीकृष्णः भवान् पठतु. श्रीकृष्णः घटोत्कचं कर्णस्य समीपं प्रेषितवान् यतः किमस्ति यतः अर्जुनः शक्त्यायुधात् रक्षणीयः इति अस्ति. अस्तु अस्तु अस्तु महोदय, भवान् एव अग्रिमं पठतु कृपया. श्रीकृष्णः लोहभीमं धृतराष्ट्रस्य समीपं प्रेषितवान् यतः भीमस्य रक्षणं कार्यम्. अस्तु विजिन्यसुब्रह्मण्यमहोदय अग्रे. श्रीकृष्णः अश्वत्थामाहतः इति वाचितवान् यतः द्रोणाचार्यः मारणीयः. अस्तु अग्रे श्रीकृष्णः पाण्डवान् अन्यत्र नयति यतः अर्जुनः. अन्तिमवाक्यम् द्रोणपुत्रस्य पुटील ताम् ऊहितवान्. द्रोणपुत्रस्य कुटीलताम् ऊहितवान् इति प्रसिद्धवाक्यानि सन्ति. मुख्यमस्ति यद् यतः इति अवगन्तव्यमस्ति यतः अतः. अस्तु अस्माकं समयः जातः, इतः अग्रे अस्तु तर्हि इतः अग्रे सम्बोधनम् इति कर्तव्यमस्ति. तत्र बहु अवशिष्टं नास्ति, अव्ययानि किञ्चिदेव अवशिष्टमस्ति. अनन्तरं द्वितीयपुस्तकं सर्वेषां पार्श्वे अस्ति वा? सर्वेषां पार्श्वे अस्ति पुस्तकं द्वितीयभागः नास्ति. सन्ध्या भगिनि तत्र गच्छतु. अस्तु अवश्यं, यतोहि इदानीं समाप्यमाणमस्ति पुस्तकम्. अस्तु समीचीनं वा? विरमाम तर्हि. नमस्कारः. नमस्कारः महोदय, धन्यवादः.